उणधिकोशः उणधिकोशः क्रूह्रूभ्यां मेणुः क्रूह्रूभ्यां मेणुः क्रूह्रूभ्यां येणुः क्रूह्रूभ्यां येणुः क्रूह्रूभ्यां येणुः क्रूह्रूभ्यां येणुः क्रूह्रूभ्यां येणुः क्रूह्रूभ्यां येणुः क्रूह्रूभ्यां मेणुः हनि कुषि हनि कृषि नि रमि कासि हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् हनि कुषि नि रमि कासिभ्यः थन् अवे भ्रूयः अवे भ्रूयः अवे भ्रूयः अवे भ्रूयः अवे भ्रूयः अवे भ्रूयः अवे भ्रूयः उषि कुषि गार्तिभ्यः स्थन् उषि कुषि गार्तिभ्यः स्थन् उषि कुषिभ्यः उषि कुषि गार्तिभ्यः स्थन् उषि कुषि गार्तिभ्यः स्थन् उषि कुषि गार्तिभ्यः स्थन् उषि कुषि गार्तिभ्यः स्थन् उषि कुषि गार्तिभ्यः स्थन् उषि कुषि गार्तिभ्यः स्थन् उषि कुषि गार्तिभ्यः थन् उषि कुषि गार्तिभ्यः थन् उषि कुषि गार्तिभ्यः थन् उषि कुषि गार्तिभ्यः थन् उषि कुषि गार्तिभ्यः थन् उषि कुषि गार्तिभ्यः थन् सर्तेर्णित् सर्तेर्णित् सर्तेर्णित् सर्तेः णित् सर्तेः णित् सर्तेः णित् सर्तेः णित् सर्तेः णित् सर्तेः णित् जृवृभ्यामुथन् जृवृभ्यामुथन् जृवृभ्यामुथन् जृवृभ्यामुथन् जृवृभ्यामुथन् जृवृभ्याम् उथन् जृवृभ्याम् उथन् जृवृभ्याम् उथन् जृवृभ्याम् उथन् जृवृभ्याम् उथन् जृवृभ्याम् उथन् जृवृभ्याम् उथन् जृवृभ्याम् उथन् पा तृ तुदि वचि रिचि सिचि भ्यः थक् पा तृ तुदि वचि रिचि सिचिभ्य सिचिभ्यः स्थक् पातृ तुदि वचि रिचि सिचिभ्यस्थक् पातृ तुदि वचि रिचि सिचिभ्यस्थक् पातृ तुदि वचि रिचि सिचिभ्यस्थक् पातृ तुदि वचि रिचि सिचिभ्यस्थक् पातृ तुदि वचि रिचि सिचिभ्यस्थक् पातृ तुदि वचि रिचि सिचिभ्यस्थक् पातृ तुदि वचि रिचि सिचिभ्यस्थक् पातृ तुदि वचि रिचि सिचिभ्यस्थक् पातृ तुदि वचि रिचि सिचिभ्यस्थक् पातृ तुदि वचि रिचि सिचिभ्यस्थक् अर्तेर्णि अर्तेर्निरि अर्तेर्निरि अर्तेः निरि अर्तेः निरि अर्तेः निरि अर्तेर्निरि अर्तेः निरि अर्तेः निरि निसीध गोपीथा वगथाः निसीथ गोपीथा वगथाः निसीथ गोपीथा वगथाः निसीथ गोपीथा वगथाः निसीथ गोपीथा अवग अवगथा निसीथ गोपी निसीथ गोपीथा अवगथा निसीथ गोपीथा अवगथा निसीथ गोपीथ अवगथ निसीथ गोपीथ वगथाः निसीथ गोपीथ वगथाः निसीथ गोपीथ वगथाः गच्छोदि गः च उदि गः च उदि गः च उदि गः च उदि गः च उदि गः च उदि गश्चोदि गश्चोदि गः च उदि गः च उदि समीणः समीणः समीणः समीणः समीयणः समीयणः समीयणः तिथा पृष्ठ गोथ योथ प्रोथः तिथा पृष्ठ गोथ योथ प्रोथः तिथा पृष्ठ गोथ योथ प्रोथः तिथा पृष्ठ गोथ योथ प्रोथः तिथा पृष्ठ गोथ योथ प्रोथः स्फायि तञ्चि वञ्चि स्फायि तञ्चि वञ्चि सिकि क्षिपि क्षुदि सृपि तृपि द्रुपि वण्डि वुन्दि स्विति वृति अजि नि पदि मदि मुदि खिदि छिदि भिदि मन्दि चन्दि दहि दसि दम्भि वसि वासि सी हसि सिधि सुभि भ्यो रक् सुभिभ्यो रक् स्फायि स्फायि तञ्चि वञ्चि स्फायि तञ्चि वञ्चि स्फायि तञ्चि वञ्चि स्फायि तञ्चि वञ्चि सिकि क्षिपि क्षुदि सिकि क्षिपि क्षुदि सिकि क्षिपि क्षुदि सिकि क्षिपि क्षुदि सृपि तृपि द्रुपि सृपि तृपि द्रुपि सृपि तृपि द्रुपि सृपि तृपि द्रुपि वन्दि वुन्दि स्विति वन्दि वुन्दि स्विति वन्दि वुन्दि स्विति वृति अजि वृति अजि वृति अजि नि पदि मदि मुदि नि पदि मदि मुदि नि पदि मदि मुदि खिदि छिदि भिदि खिदि छिदि भिदि खिदि छिदि भिदि मन्दि चन्दि दहि मन्दि चन्दि दहि दसि दम्भि वसि दसि दम्भि वसि दसि दम्भि वसि वासि सी हसि वासि सी हसि वासि सी हसि सिधि सुभि सिधि सुभिभ्यो रक् सिधि सुभिभ्यो रक् सिधि सुभिभ्यो रक् चकि रम्यो रुच्योपधयः चकि रम्यो रुच्योपधयः चकि रम्यो रुच्योपधयः चकि रम्यो रुच्योपधयः चकि रम्योः उत् च उपधयः चकि रम्योः उत् च उपधयः चकि रम्यो रुच्योपधयः चकि रम्यो रुच्योपधयः चकि रम्यो रुच्योपधयः चकि रम्यो रुच्योपधयः चकि रम्यो रुच्योपधयः चकि रम्यो रुच्योपधयः चकि रम्यो रुच्योपधयः चकि रम्योः उत् च उपधयः चकि रम्योः उत् च उपधयः चकि रम्योः उत् च उपधयः चकि रम्योः उत् च उपधयः वौ कसेः वौ कसेः वौ कसेः वौ कसेः वौ कसेः अमितम्योर्दीर्घश्च अमितम्योर्दीर्घश्च अमितम्योः दीर्घः च अमितम्योः दीर्घः च अमितम्योः दीर्घः च अमितम्योः दीर्घः च अमितम्योः दीर्घः च अमितम्योः दीर्घः च अमितम्योर्दीर्घश्च अमितम्योर्दीर्घश्च अमितम्योः दीर्घः च अमितम्योः दीर्घः च निन्देर्नलोपश्च निन्देर्नलोपश्च निन्देहे न लोपः च निन्देहे न लोपः च निन्देहे न लोपः च निन्देहे न लोपः च निन्देर्नलोपश्च निन्देर्नलोपश्च अर्धेर्दीर्घश्च अर्धेः दीर्घः च अर्धेः दीर्घः च अर्धेः दीर्घः च अर्धेर्दीर्घश्च अर्धेर्दीर्घश्च शुचेर्दश्च शुचेर्दश्च शुचेर्दश्च शुचेर्दश्च शुचेः दः च सुचेहे दह च सुचेर्दश्च सुचेर्दश्च सुचेहे दह च दुरीणो लोपश्च दुरीणो लोपश्च दुरी यणः लोपः च दुरी यणः लोपः च दुरी यणः लोपः च दुरी यणः लोपः च दुरी यणः लोपः च दुरी यणः लोपः च दुरीणो लोपश्च दुरीणो लोपश्च दुरीणो लोपश्च कृतेश्च क्रुच कृतेश्चः क्रुच कृतेच्छः क्रुच कृतेच्छः क्रुच कृतेः चः क्रुच कृतेः चः क्रुः क्रुच कृतेः चः क्रुच कृतेः चः क्रुच कृतेः चः क्रुच कृतेः चः कृतेः चः क्रुच रोदो रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् बहुलमन्यत्रापि संज्ञा छन्दसोः बहुलमन्यत्रापि संज्ञा छन्दसोः बहुलमन्यत्रापि संज्ञा छन्दसोः बहुलम् अन्यत्र अपि संज्ञा छन्दसोः बहुलम् अन्यत्र अपि संज्ञा छन्दसोः बहुलम् अन्यत्र अपि संज्ञा छन्दसोः बहुलमन्यत्र अपि संज्ञा छन्दसोः जोरी च जोरी च जोरी च जोरी च जोरिः जोहो यी च जोहो यी च जोहो यी च जोहो यी च जोहो यी च जोहो यी च सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुचि सुचि सि चि मि नाम दीर्घश्च सु सि चि मि नाम दीर्घश्च सु सि चि मि नाम दीर्घश्च सु सि चि मि नाम दीर्घश्च सु सि चि मि नाम दीर्घश्च कण्टिन्यू